ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्री गुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति द्वित्वप्रकरणम्, अष्टाध्यायीग्रन्थं प्रकरणग्रन्थम्। अतः तत्र विषयाधारीकृत्य तत्र सूत्राणाम् आयोजनम् अस्ति। एकमेव विषयस्य कृते तत्र क्रमेण सूत्राणि सन्ति चेत् तत्र अनुवृत्तिः सरलं भवति, सरला भवति, अनुवृत्ता भवति। अतः वयं तत्र अनुवृत्तिरूपेण सूत्र अध्ययनं कुर्मः चेत् अनुवृत्तिः किम् अस्ति अस्मिन् सूत्रे, तेन वयम् अवगन्तुं शक्यते सूत्रस्य सम्पूर्ण अर्थः कः। इत्युक्ते तत्र सूत्राणि स्वयं सम्पूर्णानि न सन्ति, अतः तत्र अनुवृत्तिः आवश्यकम्। सो पाणिनिमहर्षिणा एकस्मिन् एव स्थले तत्र एकमेव विषयस्य विषये क्रमेण तत्र सूत्राणि दत्तानि। अस्माकम् उदाहरणं तत्र अस्ति द्वित्वप्रकरणं। सो द्वित्वप्रकरणे तत्र धातूनां यः व्याकरणशास्त्रे द्वित्वं भवति तस्य विषये प्रथमे तत्र लिखितं कथं द्वित्वं करणीयम्। अनन्तरं तत्र संज्ञासूत्र द्वयम्, अपि च अनन्तरं तत्र कदा द्वित्वं भवति। धातूनां सर्वदा तु द्वित्वं न श्रूयते, कुत्र कुत्र एव द्वित्वं भवति धातूनाम्। अतः तस्य कृते अपि विधिसूत्राणि अपि सन्ति कदा धातूनां द्वित्वं करणीयम्। अस्मिन् प्रकरणे तत्र द्वादशसूत्रैः तत्र किं द्वित्वस्य विषये व्याकरणे कथं तत्र अस्माभिः चिन्तनं करणीयम् इति तत्र लिखितं। पूर्वस्मिन् वर्गे वयं तत्र द्वित्वप्रकरणस्य विषये प्रथमसूत्रद्वयं तत्र अधीतम्, एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य। वयं दृष्टवन्तः तत्र एकाचो द्वे प्रथमस्य इति अस्मिन् एते द्वादशसूत्रेषु यत्र यत्र आवश्यकता अस्ति तत्र तत्र एतस्य सूत्रस्य तत्र सम्पूर्णतया अनुवृत्तिः भवितुं शक्नोति। इत्युक्ते अधिकाररूपेण एतत् सूत्रमस्ति, अपि च अजादेर्द्वितीयस्य इति अपि तत्र द्वितीय अधिकारसूत्रमस्ति। परन्तु अजादेर्द्वितीयस्य इति सूत्रं तत्र प्रथमसूत्रस्य तत्र किञ्चित् बाधा करोति। इत्युक्ते तत्र बाधकसूत्रमस्ति, अपवाद् सूत्रमस्ति। सो एकाचो द्वे प्रथमस्य इति सूत्रं वदति यत्र इत्युक्ते तत्र फलितार्थः कः, सूत्रस्य कः, हलादिधातूनां तत्र हलादिधातूनां प्रथम एकाच अवयवस्य तत्र द्वित्वं भवति। इदानीं तत्र प्रश्नः अस्ति प्रथम एकाच अवयवः कः, धातौ प्रथम एकाच अवयवः नाम इति किम्, प्रथम एकाच अवयवः यदा वयं वदामः। सो तत्र यः तत्र धातु यः आदिं वर्णः अस्ति तत् आदिंवर्ण आरभ्य प्रथमस्वरपर्यन्तं यत् भागं, नो चेत् द्वितीयस्वरपर्यन्तं यत् भागं, परन्तु द्वितीयस्वर विहाय यत् भागं तदस्ति प्रथम एकाच अवयवः। इत्युक्ते तत्र अवयवानां तत्र विभाजनम्, एतत् धातौ विभाजनं कथम् अस्ति, अच् आधारेण तत्र विभजनं तत्र कृतं। सो प्रथमवर्ण आरभ्य द्वितीयस्वरपर्यन्तं, परन्तु द्वितीय विहाय यत् भागमस्ति तदेव प्रथम एकाच अवयवः। अपि च अत्र बिन्दुद्वयं, द्वितीयं बिन्दुः अस्ति यदि धातुः एकमेव अचवर्णः, द्वितीय अचवर्णः एव तत्र नास्ति, मूले एव नास्ति, अनुबन्धानां निष्कासनम् अनन्तरम् एतत् सर्वम् अस्माभिः द्रष्टव्यम्। सो यदि धातुः एकमेव अचवर्णः अस्ति चेत् तत्र सम्पूर्णधातु द्वित्वं भवति इति तत्र द्वितीयबिन्दुः। परन्तु धातुः एक अधिक अच्वर्णाः तत्र सन्ति, तदा किं करणीयं? प्रथमवर्ण आरभ्य द्वितीयस्वरपर्यन्तं, परन्तु द्वितीयस्वर विहाय यः भागः तस्य नामः अस्ति प्रथम एकाच अवयवः, तस्य द्वित्वम् अनेन सूत्रेण तस्य भागस्य द्वित्वं भवति एकाचो द्वे प्रथमस्य। अनन्तरं साक्षात् अनन्तरं 612 सूत्रे वदति महर्षि अजादेर् द्वितीयस्य, इत्युक्ते यदि धातौ अजि तत्र एव एतत् सूत्रस्य कार्यमस्ति। अत्र साक्षात् अजादेः इति पदं दत्तं। सो अजादेः धातूनां तत्र द्वितीय यदि अपि च अत्र लिखितमस्ति अजादेः द्वितीयस्य, सो द्वितीयस्य इति सूत्रे द्वितीयस्य इति पदमस्ति चेत् अत्र निश्चयेन तत्र एक अधिक स्वरः भवेत्, तदा एव द्वितीयस्य इति लिखितम् इति वयं द्वितीयस्य इति पदेन वयं शक्यते। तादृशधातुः यः अजादि अस्ति अपि च यः अनेका च अस्ति, एक अधिक स्वर यस्मिन् अस्ति, तादृशधातुः एव अजादेर्द्वितीयस्य इति सूत्रेण तत्र द्वित्वं भवति इति द्वितीयस्य पदस्य वयम् ऊहां कर्तुं शक्यते। अन्यथा तत्र द्वितीयस्य इत्युक्ते तत्र भवेत् द्वितीय अवयवः भवेत्, द्वितीय एका च अवयवः भवेत् इति तत्र वयम् ऊहां कर्तुं शक्यते। एतत् सूत्रं किं वदति? अजस्य यः अजादि धातुः अस्ति तत्र प्रथम एकाच अवयवस्य द्वे न करणीयं, तत्र द्वितीयस्य एकाच द्वे भवति, इत्युक्ते अत्र अस्मिन् सूत्रे पूर्वसूत्रस्य अनुवृत्तिः अस्ति। सो अजादेर्द्वितीयस्य इति सूत्रेण तत्र यः अजादि धातुः अपि च अनेका च धातुः तत्र द्वितीय एकाच अवयवभागस्य अवयवस्य तत्र द्वे भवति, द्वित्वं भवति। अतः तत्र कत्वं करणीयम्? अजादि अस्ति, अजादि अस्ति चेत् आदौ स्वर अस्ति, सो आदिं स्वर विहाय द्वितीयस्वरपर्यन्तं, द्वितीयस्वर इन्क्लूडिङ्ग् द सेकेण्ड् स्वर, द्वितीयस्वरपर्यन्तं यत् भागं तदस्ति द्वितीय एकाच अवयवः, तस्य भागस्य एव द्वित्वं करणीयम् इति तत्र अस्माभिः दृष्टं। यथा तत्र ऊर्नु अस्ति इति धातु, अत्र अजादि धातु अपि च अनेका च धातु, अत्र स्वरद्वयम् आदौ आविर्गूकारः अन्ते किन्तु ह्रस्वकारः अस्ति, सो अजादि अस्ति अनेका च अस्ति, अतः अत्र द्वितीय एका च अवयवस्य द्वे भवति। सो प्रथमस्वर विहाय रेफः मूर्धन्यनकारः उकारस्य तत्र द्वित्वं भवति, अन्ततो गत्वा एतत् ऊर्नु नु एव तिष्ठति, परन्तु प्रथमे यदा वयं द्वित्वं कुर्मः तत्र ऊर्नु ऋणु इति तत्र द्वित्वम् अनन्तरं तत्र भवति, अनसूत्रेण तत्र रेफः अपगच्छति, यदा रेफः अपगच्छति तदा पुनः तत्र दन्त्यनकारः आयाति, अतः तत्र ऊर्नु नु इति अन्ततो गत्वा द्वित्वम् अनन्तरं श्रूयते इति तत्र द्वित्वस्य सूत्रद्वयम्, एकाचो द्वे प्रथमस्य, अजादेर्द्वितीयस्य। इदानीं तत्र तृतीय यः सूत्रमस्ति ननद्रा संयोगादयः इति सूत्रमस्ति। अस्तु, कः पठति? कः अथवा कः पठति? संयोगायः किं कथं महोदय नद्राः कथं वदनीयं? नकारः अपि हल्वर्णः, दकारः नद्राः, द्राः नद्राः, न नद्राः संयोगायः, संयोगादयः, संयोगादयः, संयोगादयः अजादेः द्वितीयस्य अद्य बेक्ग्रौण्ड् नाय्स् अस्ति भगिनि चेतना भगिनी किमर्थं तत्र बेक्ग्रौण्ड् नाय्स् अस्ति अस्ति वा आगतवती तदापि स्क्रीन् न दृश्यते ओ ऐ हेव् नाट् मया शेर् न कृतं भगिनि इदानीं शेर् कृतं दृश्यते वा इदानीं स्क्रीन् इदानीं दृश्ये इदानीं दृश्यते आर् यू यूसिङ्ग् टुडे नेवर् यूस् दिस् बेक्ग्रौण्ड् I'm in a different place, Ramavade. So I don't know if... Okay, maybe. Even now it's coming? It's reduced now. Pathatu. Ajadehe dvitiyasya na nidraha sanyogadeha dve. Urnu, urnunu. Und yoga san becomes u yoga ndi. Yogasya becomes U Yoga Ndi Yoga Di Yogasya Undi Disha. Itukte Nanadra Sanyogadayaha Sutram Ajade Diti Yasya Na Nadraha Sanyogadayaha Dve. Iti Sampurna Sutram Asti. सूत्रस्य कः अर्थः भगिनि किञ्चित् वदतु सूत्रं किं वदति प्रथमवर्णः अच्वर्णः अस्ति चेत् द्वितीयस्य न निन्द्राः संयोगादयः द्वे न निन्द्राः नद्राः इत्युक्ते नकारः दकारः रेफाः अत्र वर्णत्रयम् अतः तत्र बहुवचने अस्ति नकारः द्वितीयस्य द्वितीयस्य एकाच अवयवस्य द्वितीय एकाच अवयवः कुत्र आयाति द्वितीय एकाच अवयवः अजादेर्सूत्रेण आम् सत्यं द्वितीय एकाच अव्यवस्य तस्य अवस्य न इत्युक्ते निषेधः कस्य निषेधः नकारस्य दकारस्य रेफस्य नद्राः नकारस्य दकारस्य रेफस्य निषेधः कुत्र अस्ति चेत् संयोगादयः कीदृशनद्राः संयोग अपि च आदयः संयोग आदयः आदयः इत्युक्ते आदि आदयः बहुवचने अस्ति नद्राः बहुवचने अस्ति संयोगादयः संयोगस्य आदौ आदि इत्युक्ते आदौ अस्ति चेत् यः संयोगः द्वितीय एका च कृपया म्यूट् तिष्ठतु भगिनि तत्र बहु ध्वनिः आयाति अस्तु भगिनि तत्र किञ्चित् बहु ध्वनिः आयाति सो यदा वयम् अजादेर्द्वितीयस्य इति सूत्रेण द्वित्वं कुर्मः तत्र यः द्विकाच अवयवः यस्य द्वे भवति तस्मिन् यद् आदौ संयोग तत्र वर्णानां संयोगः इत्युक्ते हल् वर्णानाम् एव संयोगः अस्ति हलो अनन्तराः संयोगः इति संज्ञासूत्रम् इत्युक्ते संयोग इत्युक्ते किं व्याकरणशास्त्रे संयोग इत्युक्ते किम् हलो अनन्तराः संयोगः इति तत्र संयोगस्य संज्ञा अस्ति हलो अनन्तराः इत्युक्ते द्वयोः हलयोः अथवा अधिक हलवर्णयोः मध्ये किमपि मध्ये नास्ति चेत् तस्य नाम अस्ति संयोगः यथा अत्र नद्राः अत्र नकारः दकारः रेफः तयोः संयोगः अस्ति अत्र अत्र त्रीणि हल् वर्णानाम् अत्र संयोगः अस्ति, तस्य नाम अस्ति संयोगः, परन्तु संयोगस्य आदौ, संयोगस्य द्वितीय एका च अवयवस्य संयोगस्य आदि वर्णः नकारः नो चेत् दकारः नो चेत् रेफः अस्ति चेत्, तादृशसंयोगः अस्ति चेत् यस्य आदौ नकारः, कुत्रचित् दकारः, कुत्रचित् रेफः अस्ति चेत् तत्र एतेषां त्रीणि वर्णानां द्वे न, द्वे इत्युक्ते द्वित्वं न भवति इति निषेधकसूत्रमस्ति, न नद्रा संयोगादयः, परन्तु कुत्र अज द्वितीयस्य एका च अव्यवस्य, एतस्य विषये प्रथम एका च अव्यवस्य उपरि एतत् सूत्रं कार्यं न करोति, अत्र द्वितीयस्य एका च अव्यवस्य यदि संयोगस्य आदौ नकारः नो चेत् दकारः नो चेत् रेफः अस्ति चेत् प्रथमवर्णः आदौ अस्ति चेत् तस्य द्वे निषेधः न करणीयम् इति सूत्रं वदति. इदानीं तत्र एतत् उदाहरणमस्ति, ऊर्नु रु, ऊर्नु इति एकं धातुः अस्ति, अजादिधातुः अस्ति, अनेकाच धातुपाठे अस्ति ऊर्नु इति धातु. इदानीं तत्र एतत् अजादिधातुः अस्ति अपि च अनेकाच अस्ति, अतः अस्य धातोः यदा कदा द्वित्वं तत्र भवति चेत् तत्र द्वितीयसूत्रेण द्वित्वम् अस्माभिः करणीयं, न तु एका च द्वे प्रथमस्य. किमर्थं चेत् अत्र अजादिः अस्ति अपि च अनेका च अस्ति. सो अजादेर्द्वितीयस्य इति सूत्रेण अत्र द्वित्वं करोतु भगिनि, ऊर्णु ऋणु. सो इदानीं तत्र अस्ति ऊर्णु ऋणु, यदा तत्र ऋणु भवति तदा तस्मिन् समये एव न नद्र संयोगादयः इति सूत्रम् आगत्य वदति, अत्र ऋणु तु द्वितीय एका च अव्यवः, प्रथम एका च अव्यवः नास्ति, अपि च अत्र रेफ् नकारस्य संयोगः अस्ति, अपि च संयोगस्य आदिं वर्णः रेफः अस्ति, नकारः दकारः रेफः आदिं वर्णः अस्ति चेत् तस्य द्वित्वस्य निषेधः अस्ति, अनेन सूत्रेण तस्य रेफस्य द्वित्वं न भवति, अतः किं भवति ऊर्णु नु इत्युक्ते रेफः यदा अपगच्छति तदा मूर्धन्यनकारस्य अपि तत्र निमित्तपाये नैमित्तिकस्य अपि अपायः इति तत्र प्रवादः अस्ति. सो रेफस्य कारणेन एव दन्त्यनकारस्य मूर्धन्यनकार इति आदेशः भवति, रसाभ्यां नूनः इत्यनेन इत्युक्षात् परे अस्ति, अतः रसाभ्यां नूनः. सो यदा रेफः अपगच्छति तस्य द्वित्वं न भवति, एतत् पुनः दन्त्यनकारः एव तिष्ठति, अतः ऊर्नु नु इति द्वित्व अनन्तरं तत्र भवति. सो ननद्रसंयोगादयः इति सूत्रं केवलं द्वितीयभागे एव कार्यं करोति, यदि तत्र प्रथमभागे तादृश दकारः तादृश तत्र संयोगः दृश्यते तत्र एतस्य कार्यक्षेत्रम् इत्युक्ते तत्र एकं धातुः अस्ति द्राधातुः, द्राधातु भगिनी द्वित्वं करोतु केन सूत्रेण, यदि यदा कदा द्राधातुविषये द्वित्वम् अस्माभिः करणीयं केन सूत्रेण अत्र द्वित्वं भवति, द्रा एकमेव स्वरः अस्ति अपि च अत्र किं द्रष्टव्यं, केवलं स्वरः न दृष्टव्यम्, आदिं वर्णः क द अस्ति, अच् नास्ति, अकालवर्णः तदपि द्रष्टव्यम्. अतः एकाचो द्वे प्रथमस्य इति सूत्रेण द्रा द्रा भवति. सो द्वित्वं यदा कदा द्रा द्वित्वं भवति चेत् तत्र द्रा द्रा भवति. सो द्रा द्रा भवति चेत् अत्र द्राद्राविषये अत्र दद इति इत्युक्ते अत्र यः प्रथम एका च अव्यवः अत्र प्रथम एका च अव्यवस्य द्वित्वं. सो अत्र एका च द्वे प्रथमस्य इति सूत्रेण तत्र द्वित्वं भवति. सो अत्र अन्ततो गत्वा अत्र किं भवति, अत्र दकारस्य ननद्रसंयोगादयः इति सूत्रेण यः द्वितीय एकाच अवयवः, द्वितीय एकाच अवयवस्य यः अत्र कस्य संयोगः अस्ति, दकारस्य रेफस्य संयोगः अस्ति. सो द्वितीय एकाच अवयवस्य यः संयोगः तत्र दृश्यते तत्र दकारः आदौ अस्ति, परन्तु अत्र एतत् ननद्रसंयोगादयः इति सूत्रं कार्यं न करोति. किमर्थं चेत् अत्र यः प्रथमभागः अत्र अन्ततो गत्वा ददा भवति, इत्युक्ते ददरा भवति, परन्तु यः द्वितीय एकाच अवयवः तत्र दकारस्य निषेधः नास्ति. किमर्थं चेत् अस्मिन् धातोः अजादेर्द्वितीयस्य इति सूत्रेण द्वित्वं न भवति. अत्र एकाच द्वे प्रथमस्य इति सूत्रेण द्वित्वं भवति. सो यः प्रथमभागः तत्र रेफः अपि अपगच्छति, रस् दीर्घाकारस्य ह्रस्वाकारः आदेशः भवति, तस्य कृते भिन्नसूत्राणि सन्ति. परन्तु यः द्वितीयस्य एका द्वितीयभागमस्ति तत्र दकारस्य, इत्युक्ते अनेन सूत्रेण वयं वदामः अत्र दकारस्य द्वित्वं न करणीयम् इति, तत्र एतस्य सूत्रस्य अप्लिकेबिलिटि नास्ति, एतस्य प्रसक्तिः अत्र नास्ति द्राविषये. सो यत्र यत्र धातौ द्वितीयस्य इति सूत्रेण द्वित्वं भवति तत्रैव ननद्रासंयोगादयः इति सूत्रं कार्यं करोति इति तत्र अर्थः. सो अजादेर्द्वितीयस्य न नद्राः संयोगादयः द्वे इति तत्र सम्पूर्णसूत्रं भवति. सो द्वितीय एकाचस्य इदानीं तत्र अन्यानि उदाहरणानि अपि सन्ति, तस्य विषये एकवारं पश्यामः किम् अस्ति. महोदय वदतु महोदय. अत्र द्रा इत्यस्मिन् दकारः रेपः आकारः एक आकारः एकमेव अर्थवर्णः अस्ति खलु, वर्णच्छेदं कर्म अचवर्णः, अत्र एकमेव अचवर्णः. अतः अत्र यत्र एकमेव अचवर्णः अस्ति तत्र सम्पूर्णधातुः द्वित्वं करणीयं, द्राद्रा इति भवति. अस्तु महोदय, धन्यवादः. यथा तत्र पच् अस्ति, पच् पच् भवति, पठ् भवति, अन्ततो गत्वा तत्र पपठ् इति तिष्ठति, परन्तु द्वित्वं तु पच् पच् भवति, पठ् पठ् भवति, वद्वद् भवति, द्राद्रा भवति. अनन्तरं भिन्नकार्याणि अभ्यासविषये अपि च अभ्यस्तविषये भिन्नकार्याणि, परन्तु द्वित्वं तु एतादृशरीत्या एव भवति. सो इदानीं तत्र द्वितीय उदाहरणमस्ति उन्द् धातुः, उन्द् उन्दि इति धातुः अस्ति, उन्दि इति धातु अस्ति धातुपाठे. यदा तत्र सन् प्रत्ययः योजयामः, इत्युक्ते सन् अपि एक तादृशप्रत्ययः अस्ति, सनादिप्रत्ययेषु तत्र सन् अपि च यङ् इति प्रत्ययद्वयं, यदा तत्र धातोः अनन्तरं सन् अपि च यङ् आयाति तत्र धातुद्वित्वं भवति, तादृशसूत्रम् अस्ति संयङ्गोः. सो यदा तत्र मूलधातुः अनन्तरं सन् प्रत्ययः योजयामः, नो चेत् यङ् योजयामः, तत्र धातु द्वित्वं भवति. तत् तस्य कृते भिन्नसूत्रम् अस्ति, अग्रे पठामः. सो इदानीं तत्र ऊन्दीयः धातुः अस्ति, अपि च सन् इति प्रत्ययः, सन् प्रत्यये नकारस्य इत्संज्ञा अस्ति, तत्र स एव अवशिष्टभागः. अपि च अत्र इदानीं किमस्ति, उन्द् इति यदा सन् योजयामः अत्र इडागमः अपि भवति. किमर्थम् इडागमः भवति, कोऽपि वदतु, इडागमस्य सूत्रं किम्? आर्धधातुकस्य सेड् वलादेः. सो आर्धधातुकस्य प्रत्ययस्य इडागमः भवति यदि वलादि अस्ति. सो आर्धधातुकस्य इड् आर्धधातुक् इति प्रत्ययस्य संज्ञा, अतः आर्धधातुक् प्रत्ययस्य इडागमः भवति सर्वदा न भवति यदि वलादि अस्ति. सकारः वल् प्रत्याहारे अस्ति वा भगिनि, वल् प्रत्याहारे के के वर्णाः? यकारं वा सर्वाणि व्यञ्जनानि. सो अत्र अर्धधातुप्रत्ययः अस्ति, तिंशित् भिन्नप्रत्ययः अस्ति, धातोः अनन्तरं यत् यः प्रत्ययः आयाति तस्य अर्धधातुक् अपि नो चेत् सार्वधातुक् इति संज्ञा भवति. उन्द् इति धातुः अस्ति, तस्य अनन्तरं सन् इति प्रत्ययः. सन् प्रत्ययः तिंशित् भिन्नप्रत्ययः, अतः अर्धधातुक् प्रत्ययः. अपि च वलादि अस्ति, अतः अत्र अर्धधातुक् सेड् वलादेः इति सूत्रेण अत्र इडामः भवति. सो अत्र इडागमः प्रत्ययस्य आगमः. इट् अस्ति अतः टित् अस्ति चेत् आदौ स्थापनीयं. सो इस् भवति, इस् भवति चेत् इकारः इङ्को वर्णः, इन् इति प्रत्याहारे अस्ति, अतः प्रत्ययस्य आदिं सकारस्य मूर्धन्य आदेशः भवति, शकार इति आदेशः भवति. सो उन्दिश् इति इदानीम् अस्ति, उन्दिश्य इति इदानीं तत्र सन् प्रत्ययस्य योजनेन भवति. परन्तु श इति सन् प्रत्ययेन केवलम् इडागमः न, अपि च अत्र सन्यङ्गोः इति सूत्रेण द्वित्वमपि भवति. सो इदानीं तत्र उन्दी उन्दीयः अस्ति, इदानीं तत्र द्वित्वं कुर्मः चेत् अजादेर् द्वितीयस्य इति सूत्रेण द्वित्वं भवति. सो द्वित्वं भवति चेत् प्रथमस्वर् विहाय द्वितीयस्वरपर्यन्तम् इन्क्लूडिङ्ग् द्वितीयस्वर् यत् भागं तदस्ति द्वितीय एका च अवयवः. अतः नदी इति यः अस्ति, अत्र इडागमः भवति वा? इकारस्य आगमः अत्र केन सूत्रेण भवति? अस्तु अस्तु अस्तु, एकवारं पश्यामः. सो इदानीं तत्र धातु अस्ति, इदानीं तत्र सन् प्रत्ययस्य योजनेन अस्माकं यः आतिदेशिकधातुः अस्ति सन् अपि यथा निच् प्रत्ययः सनादिप्रत्ययः तथैव सन् अपि सनादिप्रत्ययः. सोन्दिश् इति एतस्य शब्दसमूहस्य धातु इति संज्ञा केन सूत्रेण? उन्दिश् इति केन सूत्रेण अस्य धातुसंज्ञा? सनादन्तयोः सनाद्यन्तः सनाद्यन्तः सनादि अन्ते यस्य सः सनाद्यन्त सनाद्यन्तः दातवः इति बहुवचने अस्ति भगिनि, दातवः सनाद्यन्त. सो सनादि इदानीम् एतत् धातु सनादिधातुः, सनादिधातूनामपि तत्र धातु इति संज्ञा अस्ति. सो उन्दिश् इति इदानीं धातु अस्ति. सो उन्दिश् यदा तत्र द्वित्वं भवति चेत् प्रथमस्वर् विहाय द्वितीयस्वरपर्यन्तम् अत्र उकारः, अनन्तरं नकारः, अनन्तरं धकारः, अनन्तरं ह्रस्वीकारः, अनन्तरं षकारः, अपि च अन्ते अपि अकारः. सो एतत् अस्ति अजादी अजादी अपि च अनेका च धातुः. प्रथमस्वर् विहाय द्वितीयस्वरपर्यन्तं यत् भागं तस्य नाम अस्ति किं? द्वितीय एका च अवयवः. सो प्रथमे तत्र उन्दि उन्दिश् श तु अन्ते स्थापनीयम् इत्युक्ते अत्र तृतीय एका च अवयवः अस्ति अपि अस्ति अत्र तृतीय एका च अवयवः अपि अस्ति उन्दि अनन्तरं द्वित्वं भूत्वा द्वितीयभागस्य द्वित्वम् अनन्तरं श इति अस्ति तृतीय एका च अवयवः अग्रे स्थापनीयं. सो उन्दिश् इति अस्ति. इदानीं द्वितीयस्य संयोगस्य आदिं वर्णः नकारः दकारः अपि च रेफः अस्ति चेत् तस्य द्वे इत्युक्ते तस्य द्वित्वस्य निषेधः अस्ति. सो नकारस्य अत्र न ध इ यः द्वितीय एका च अवयव अस्तः तत्र नकारः संयोगस्य प्रथमवर्णः, अतः तस्य द्वित्वं न भवति, नकारस्य द्वित्वं निषेधः. सो इदानीं तत्र अस्ति उन्दि इति एकमस्ति, अनन्तरं दि, अनन्तरं श इति अस्ति. इति तत्र द्वित्वम् अनन्तरम् एतत् भागः भवति उन्दिश्. तथैव तत्र एकम् अन्यत् अस्ति आर्चि, अर्चि इति धातुः अपि अनेन तत्रापि एतस्य सूत्रस्य वदतु भगिनि. अत्र शकारः कथम् आयाति? सकारः दन्त्यमूर्धन्य सूत्रं किम् अस्ति? अभ्यास तत्र यत्र यत्र द्वित्वं भवति तत्र प्रत्ययस्य आदिमकारः अस्ति चेत् तस्य पूर्वे कोऽपि इन्को वर्णः अस्ति. इन्को इत्युक्ते अ विहाय कोऽपि अन्यत् वर्णः अस्ति चेत् सकारस्य शकारादेशः भवति. किमस्ति आदेशप्रत्ययोः इति सूत्रमस्ति. आदेशप्रत्ययोः इत्युक्ते आदेशरूपी आदेशरूपी हि सकारः धातौ अस्ति चेत्, नो चेत् प्रत्ययस्य सकारः आदौ अस्ति चेत् तस्य पूर्वे कोऽपि इन्को वर्णः अस्ति चेत् तादृशसकारस्य तत्र शकः भवति. सूत्रमस्ति आदेशप्रत्ययोः, यथा तत्र पठिष्यति भवति. स्य इति लट् लकार लृट् लकारे स्य इति विकरणप्रत्ययः अस्ति, परन्तु यदा तत्र यदा तत्र इडागमः भवति तदा तत्र किं भवति? स्य इति प्रत्ययस्य श आदेशः भवति. पठिष्यति इति रूपम् अस्ति लृट् लकारे एकवचने. किमर्थं चेत् यः स्य इति विकरणप्रत्ययः तस्य मूर्धन्य आदेशः भवति. किमर्थं भवति? इकारस्य कारणेन. इकारः इन् प्रत्याहारस्य वर्णः. तथैव वदिष्यति, लेखिष्यति इति तत्र भवति. सो तत्र सूत्रमस्ति आदेशप्रत्ययोः. अत्र अपि सन् प्रत्यये आदौ आदिमस्ति सकारः, प्रत्ययस्य सकारस्य, अपि च आदेशरूपी धातौ आदेशरूपी सकारः अस्ति चेत् तत्र अपि मूर्धन्य आदेशः भवति आदेशप्रत्ययोः इति सूत्रेण. धन्यवादः. न दकारस्य अपि न भवति, इत्युक्ते आदौ अस्ति. अत्र दकारः द्वितीय मेम्बर् अस्ति. संयोगस्य आदौ किम् अस्ति? अत्र न द इति संयोगस्य नकारदकारस्य संयोगस्य प्रथमवर्णः कः? नकारः. इत्युक्ते संयोग आदयः. अस्तु अस्तु. संयोगादयः, संयोगादयः इति तत्र अस्ति. सो संयोगस्य आदौ कीदृशसंयोगादयः? नकारः नकार आदौ अस्ति, दकारः आदौ अस्ति, नो चेत् रेफा अस्ति. यथा तत्र अर्चि, अर्चि विषये किं भवति? अर्चि इति धातुः अजादिधातुः, अपि च अनेका च धातुः. अतः यदा तत्र अर्चि विषये द्वित्वं करणीयं द्वितीयसूत्रेण द्वित्वं भवति. अजादेर्द्वितीयस्य इति सूत्रेण तत्र द्वित्वं भवति. सो द्वित्वं भवति चेत् किं भवति वदतु? प्रथमभागः अर्चि इति भागः, अनन्तरं रुचि, रुचि भवति. सो इदानीं रुचि इति यः अस्ति तत्र रेफ् चकारस्य संयोगः अस्ति, संयोगस्य आदौ रेफः अस्ति. सो ननद्रा संयोगादयः इत्यनेन रेफस्य अपि संयोगस्य आदिं वर्णः रेफः अस्ति चेत् तस्य अपि निषेधः. सो रेफस्य द्वित्वं न भवति. सो किं भवति? अर्चिचि इति द्वित्वं भवति. अर्चिचि रेफस्य द्वित्वं निषेधः अस्ति अत्र. सो नन्नद्रासंयोगादयः इति सूत्रम् अत्रैव कार्यं करोति यत्र अजादेर्द्वितीयस्य इति सूत्रेण द्वित्वं भवति तत्र द्वितीय यः एका च अवयवः अस्ति यस्य द्वे भवति तस्मिन् यदि संयोगः अस्ति संयोगस्य प्रथमवर्णः नकारः नो चेत् दकारः नो चेत् रेफः अस्ति चेत् तेषां तत्र द्वित्वं न करणीयम् तेषां विहाय यः भागः तस्य एव द्वित्वं भवति इति तत्र नकारस्य विषये अपि उन्दीविषये दृष्टम् अर्चिविषये अपि दृष्टं तथैव तत्र एकम् अन्यत् धातुः अस्ति अदडि किमस्ति धातु तदपि आतिदेशिकधातुः अस्ति अदडि अस्ति वा आदि अस्ति एतत् धातुः अपि आतिदेशिकधातुः अहं चिन्तयामि आतिदेशिकधातुः अस्ति सो अत्र अत्रापि अजादिधातुः अस्ति अनेकाच धातुः अस्ति इकारः अपि अस्ति अत्र अतः एतस्य धातुविषये यदा वयम् अस्माभिः द्वित्वं करणीयं तत्र अजादेर्द्वितीयस्य इति सूत्रेण वयं तत्र द्वित्वं कुर्मः अजादेर्द्वितीयस्य इति सूत्रेण द्वित्वं कुर्मः चेत् प्रथमस्वरविहार द्वितीयस्वरपर्यन्तं यत् भागं तस्य द्वित्वं करणीयं सो अदडि इति यः अस्ति मूलधातुः इत्युक्ते प्रथमभागः द्वितीयभागः अस्ति द ड इ द ड इ इति तत्र द्वित्वं भवति इदानीमपि संयोगस्य प्रथमवर्णः दकारः सो दकारस्य नन्नद्रासंयोगादयः इति सूत्रेण दकारस्यापि तत्र द्वित्वं न करणीयम् दकारस्य द्वित्वस्य विषये नास्ति दकारस्य द्वित्वं न भवति यदि संयोगस्य प्रथमवर्णः अस्ति अतः अत्र उदडीडि इति एव तत्र द्वित्वम् अनन्तरं भवति इति तत्र ननद्रासंयोगादयः इति सूत्रस्य अर्थः अस्ति अवगतं वा आं भगिनि अवगतम् अवगतम् सो तादृशधातोः एतस्य प्रयोगः प्रायशः आतिदेशिकधातुविषये तत्र दृश्यते परन्तु अर्चि इति तु मूलधातुः अस्ति कुत्रचित् दृश्यते अर्चि विषये तु मूलधातुः एव तत् आतिदेशिकधातुः नास्ति अस्तु सो इदानीम् एकाच द्वे प्रथमस्य अजादि किम् अस्माभिः अत्र करपत्रस्य सम् सेटिङ्ग्स् हव् चेञ्ज् सो अत्र पश्यतु सूत्राणां क्रमः पश्यतु प्रथमे अस्ति एका च द्वे प्रथमस्य इति सामान्यसूत्रम् अत्र किमपि न लिखितम् अजादि वा हलादि वा किमपि न लिखितम् अत्र लिखितम् एका च द्वे प्रथमस्य प्रथमस्य एकाचस्य द्वे इति लिखितम् अनन्तरं वदति अजादेर्द्वितीयस्य इत्युक्ते अत्र किमस्ति विशेषः इत्युक्ते अपवादः अस्ति विशेषधातूनाम् एव द्वित्वं सो यः अजादिधातुः अपि च अनेकाच धातुः तस्य अनेन सूत्रेण द्वित्वम् अन्ये सर्वे धातवः अजादि अनेकाच विहाय ये सर्वे धातवः तेषां तत्र द्वित्वम् एकाच द्वे प्रथमस्य इति सूत्रेण एव कवर् इत्युक्ते अत्र सूत्रद्वयमेव अनन्तरम् अस्ति अजादेर्द्वितीयस्य साक्षात् एकनिमिषः महोदय अजादेर्द्वितीयस्य सूत्रस्य साक्षात् अनन्तरम् अस्ति ननद्रासंयोगादयः अतः अस्माभिः अत्र पूर्वसूत्रात् एव अनुवृत्तिः स्वीकरणीयं सो अत्र अजादेर्द्वितीयस्य ननद्रासंयोगादयः द्वे इति यः भवति तत्र यदा तत्र अजादेर्द्वितीयस्य इति सूत्रेण द्वित्वं भवति तदा एव तत्र यः द्वितीयस्य एकाच अवयवस्य संयोगस्य आदौ नकारः दकारः रेफः अस्ति चेत् तस्य निषेधः अस्ति तस्य द्वे कृते निषेधः अस्ति त तस्य द्वित्वस्य कृते निषेधः अणिनिसूत्रेण भवति इति तत्र अनुवृत्तिः शैली अस्ति पाणिनिग्रन्थे. सो एतानि सूत्रत्रयं वदतु महोदय किम् अस्ति. महोदय प्रथमसूत्रमस्ति एकाच द्वे प्रथमस्य, एकाच अस्ति चेत् प्रथमस्य द्वितीयं भवति, तो जागृतो एकाच नास्ति. अत्र एकाचः इत्युक्ते एकाच, एकाच इत्युक्ते तत्र नास्ति एकाच धातुः इति नास्ति. अत्र अस्ति प्रथमस्य एकाचः, एकाचः इति षष्ठ्यन्तं पदम् अस्ति अत्र. सो प्रथम एकाचस्य द्वे इति तत्र भवति. अत्र एतत् न लिखितम् एकाच धातुः, एकाच धातुः नास्ति अत्र. अत्र प्रथमस्य एकाचः द्वे इति भवति तत्र. अत्र विशेषणविशेष्यभावः अस्ति सूत्रे. यत्र विशेषणविशेष्यभावः अस्ति तत्र तादृश तत्र अनुवृत्तिः भवति. प्रथमस्य एकाचवदे, यः प्रथम एकाच अवयवः तस्य द्वे, तस्य द्वित्वम् इति वदति. किमपि न वदति कीदृशधातुः, एकाच वा अनेकाच वा अज हलादि वा हलादि वा, सूत्रमस्ति सामान्य जनरल् नियम अस्ति. प्रथमस्य एकाचः द्वे इति सूत्रम् अस्तु. अग्रे अस्ति पूर्वाभ्यासः अपि च एतत् संज्ञासूत्रम्. अस्तु महोदय अग्रे कः पठति? पूर्णिमा भगिनी पठति वा भगिनी? कुतः पठनीयं प्रकरणं फोर्थ सूत्रं पूर्वाभ्यासः दृश्यते वा? दृश्यते, एतदेव पूर्वाभ्यासः अष्टमाध्याये श्रूयते वा भगिनि? श्रूयते श्रूयते. पूर्वाभ्यासः षष्ठमाध्याये प्रथमपादे चतुर्थसूत्रं पूर्वः अभ्यासः द्वयोः संज्ञासूत्रम् उभयोभ्यस्तं न न तावदेव वद. पूर्वाभ्यासः पूर्वः अभ्यासः द्वयोः इत्युक्ते पूर्वं भवति तदेव अभ्यासः इति संज्ञा प्राप्नोति. द्वयोः इत्युक्ते पूर्वपरयोः इति वा न जानामि. द्वयोः औट् आफ् इत्युक्ते पूर्वो अभ्यासः, पूर्वः अभ्यासः इति सूत्रमस्ति. अत्र वदति यत्र यत्र द्वित्वं भवति, यत्र कुत्रापि द्वित्वं भवति तत्र प्रायशः इत्युक्ते मोस्ट् आफ् द टैम्स् किं तत्र भागद्वयं तत्र अस्ति. यदा तदा तत् पच् पच् इति यः अस्ति इदानीं द्वित्वं, यदा तत्र पच् धातुः केनचित् विशिष्टकारणेन द्वित्वं भवति तत्र पच् पच् भवति. सो पच् पच् भवति चेत् अत्र द्वे, अत्र भागद्वयम् अस्ति, पच् एकं भागं पच् अन्यत् भागम्. एतत् सूत्रं वदति पूर्वः अभ्यासः, पूर्वभागस्य अभ्यास इति संज्ञा इति नामकरणम् अस्ति. सो पूर्वभागस्य अभ्यास इति संज्ञा अस्ति, किञ्चित् संज्ञा अस्ति अभ्यास तावदेव. अभ्यास इत्युक्ते किं? केवलं टेक्निकल् वर्ड् अस्ति. सो पच् इत्यस्य अभ्यास इति संज्ञा. ई प्रथयः पूर्वभागः, अनन्तरमपि ई इति ई रूपी भागः, परन्तु पूर्वभागस्य एव अभ्याससंज्ञा. ऊर्नु ऊर्नु नु इति यः द्वित्वं भवति अत्र कस्य अभ्याससंज्ञा भगिनि? ऊर्नु नु इति ऊर्नु केवलम् ऊर्नूर्नु अत्र द्वयम् ऊर्नु प्रथमभागः. आम् सत्यम्. सो ऊर्नु इत्यस्य कृते अभ्यास इति संज्ञा, अभ्यास इति टेक्निकल् तस्य नाम अस्ति. किमर्थं वयं जानीमः तत्र कस्यचित् विशिष्टसंज्ञायाः तत्र प्रयोजनम् अस्ति. अनन्तरम् अभ्यासभागे एव किञ्चित् कार्यम् अपेक्षितं चेत् महर्षिः तत्र वदति अभ्यासे अभ्यासे अभ्यासे एतत् सूत्रं कार्यं करोति. सो केवलम् अभ्यासभागे एव तत् सूत्रं कार्यं कर्तुं शक्यते. इदानीं वयं जानीमः व्याकरणशास्त्रे यदा तत्र सूत्रे अभ्यासः इति आयाति वयं जानीमः अभ्यासः इत्युक्ते किम्, यथा तत्र संयोगः इत्युक्ते किम्, उपधा इत्युक्ते किम्, आर्धधातुक् इत्युक्ते किं, सार्वधातुक् इत्युक्ते किम्. सो एतादृशः नामकरणस्य तत्र प्रयोजनम् अस्ति. अग्रे सूत्रे महर्षिः वदति सार्वधातुके परे आर्धधातुके परे उपधायाम् एतत् कार्यं करणीयं. संयोगः अस्ति चेत् कीदृशसंयोगः इति तत्र वदति. तथैव यदा अत्र किं करोति, केवलं संज्ञा करोति, नामकरणं महर्षिः करोति. अत्र कार्यं तु कुत्र अन्यत्र अस्ति, यत्र अङ्गस्य विषये कार्यं भवति. सपोज् कुत्रचित् अङ्गे कार्यम् अस्ति चेत् केवलं तत् कार्यं केवलम् अभ्यासभागे एव इष्टम्. अभ्यासभागे एव अपेक्षितं. सो महर्षि विल् यूस् तत्र अभ्यासे अभ्यासे करणीयम् इति तत्र संज्ञायाः प्रयोजनम् अस्ति. सो कुत्रचित् अग्रे मे बि षष्ठमध्याये यत्र अङ्गकार्यं भवति तत्र महर्षिः अभ्यासविशिष्टसूत्राणि तत्र सन्ति. अतः तत्र अभ्यासे एव यदा तत्र अभ्यासे कार्यं करणीयं, यत्र द्वित्वं भवति तत्र एव अभ्याससंज्ञा भवितुं शक्नोति. सो यत्र यत्र द्वित्वं भवति तत्र भागद्वे स्तः अतः पूर्वभागस्य अभ्यास इति नामकरणमस्ति. तावदेव सूत्रं वदति पूर्वभागस्य अभ्यास इति नामकरणम्. अभ्यास इति संज्ञा द्वयोः, औट् आफ् द टु पूर्वभागस्य अभ्यास इति संज्ञा. तावदेव अस्ति एतत् संज्ञासूत्रं पूर्व अभ्यासः. सो नु विहाय पूर्वे यः भागः तस्य सम्पूर्णस्य अभ्यास इति संज्ञा इति सूत्रं वदति. सर्वैः अवगतं वा अभ्यास कस्य संज्ञा अस्ति? तथैव उन्दी दिश् आम् जागृ यः अस्ति तत्र कथं दत्त्वं भवति जागृ जा जागृ इति भवति जा जागृ. सो तत्र जा विषये अभ्यास इति संज्ञा पूर्वभागस्य अभ्यास इति संज्ञा. तावदेव सूत्रं वदति यत्र यत्र दत्त्वं भवति प्रथमसूत्रेण वा द्वितीयसूत्रेण वा किमपि नास्ति. परन्तु यः पूर्वभागः तस्य अभ्यासित संज्ञा. तावदेव वदति द्वयोः किमस्ति महोदय? भगिनी जाग्रे धातु अस्ति तो द्वितीयं भवति जाग्रे तो गकार अस्ति तत्र मध्ये जकारस्य हलादिशेषसूत्रेण मत्स्यति हलादिशेषन सूत्रेण मत्स्यकारस्य मत्स्यकी नावशिष्यते. अपि च दीर्घाकारस्य ह्रस्वमपि भवति. अभ्यासभागे कानिचन सूत्राणि सन्ति तत्र यथा तत्र हलादिशेषः इत्यनेन एकम् आदिम हल् वर्णः एव तत्र अभ्यासभागे तत्र तिष्ठति. अपि च तत्र हलादिशेषसूत्रेण तत्र जाग्रे धातु अस्ति तत्र मध्ये जाग् योगं जाग् जाग्रि भवति द्वित्यं तो तत्र मध्ये जाग्र स्थाने जा अवशिष्यते गकारस्य अनादिशेषेण सूत्रेण न दृश्यते. सम्यक् वा? सत्यम् अस्तु. अतः जा इत्यस्य कृते तत्र पूर्वभागस्य अभ्यासिति संज्ञा अस्ति इति सूत्रं वदति, पूर्वभागस्य अभ्यासिति संज्ञा तावदेव वदति। इदानीं तत्र उभे अभ्यस्तं, पूर्णिमा भगिनी इदानीं वदतु तत्र किमस्ति उभे अभ्यस्तम्। एतदपि संज्ञासूत्रम्। उभे अभ्यस्तं षष्ठमाध्याये प्रथमपादे पञ्चमसूत्रम्। उभे द्वे अभ्यस्तं संज्ञासूत्रम्। उभयोः पूर्वं पूर्वं भागः पूर्वपर द्वयोः मिलित्वा सम्पूर्णपदं सम्पूर्णपदम् अभ्यस्तम्। आम् सो सम्पूर्ण यः द्वित्वम् पूर्वभागस्य अभ्यासः इति पद पूर्वभागस्य अभ्यासः इति अर्थः उभय पूर्वपरयोः मिलित्वा अभ्यस्त अभ्यस्तम् इति अर्थः संज्ञा। अर्थः इत्युक्ते इत्युक्ते नाम सो पूर्वभागस्य अभ्यास इति नामकरणं सम्पूर्णद्वित्वम् अनन्तरं यत् सम्पूर्णभागं तस्य अभ्यस्त अभ्यस्तम् इति संज्ञा अस्ति। अभ्यस्तसंज्ञा अभ्यस्तसंज्ञा द्वित्वानन्तरं सम्पूर्णभागस्य अभ्यस्ति इति संज्ञा। ऊर्नु नु इति सम्पूर्ण यः अस्ति तस्य अभ्यस्ति इति संज्ञा। परन्तु यः पूर्वभागः तस्य तस्य कृते नामद्वयम्, एकमस्ति प्रथमे पूर्वभागस्य इति संज्ञा, द्वयोः मिलित्वा तत्र अभ्यस्ति इति संज्ञा अस्ति। सो अभ्यस्त आधारीकृत्य अपि तत्र कार्याणि भवन्ति। अभ्यास आधारीकृत्य अपि केवलम् अभ्यासे एव कार्यं करणीयं चेत् तत्रापि सूत्राणि सन्ति। सो अभ्यासस्य अपि प्रयोजनम्, अभ्यस्त इति संज्ञायाः अपि प्रयोजनम् अस्ति व्याकरणे। सो सम्पूर्ण पच् पच् इति यः अस्ति सम्पूर्ण पपच् यः अन्ततो गत्वा भवति तस्य अभ्यस्ति, परन्तु यः प अस्ति तस्य अभ्यास्ति। वदतु महोदय अभ्यस्तलिङ्गे अस्ति न? आम् अभ्यस्तं नपुंसकलिङ्गे अस्ति। सो अभ्यस्तसंज्ञा सम्पूर्णस्य अभ्यस्तसंज्ञा, पूर्वभागस्य तु अभ्यासितसंज्ञा। अनुसूया भगिनी किं वदति? सत्यं पूर्वभागस्य तत्र अभ्यासिति संज्ञा, सम्पूर्णस्य अभ्यस्ति इति संज्ञा। सत्यं भगिनि। अग्नि जागृ तत्रापि स्वरद्वयम् अस्ति। आम् परन्तु हलादि अस्ति, अजादि नास्ति। जागृ अनेका च अस्ति परन्तु अजादि नास्ति, अतः द्वितीयसूत्रेण तत्र कार्यं न भवितुं शक्नोति। जागृ हलादि अस्ति अतः प्रथमसूत्रेण स्वर न वा जागृ अत्र जकार अकार गकार रु अनेका च अस्ति जागृ। आम् स्वरः अस्ति एका च नास्ति, अनेका च अस्ति। मया उक्तं जागृ अनेका च अस्ति परन्तु हलादि अस्ति, अजादि नास्ति। आदौ हल्वर्णौ आदौ हल्वर्णः अस्ति चेत् प्रथमसूत्रेण एव कार्यं, प्रथम एकाचस्य एव द्वित्वं करणीयं, न तु द्वितीय एकाचस्य द्वित्वं। केवलम् अजादिः अनेकाच धातूनाम् एव द्वितीयभागस्य द्वितीय एकाच अवयवस्य द्वे करणीयम्, अत्र तु प्रथम एकाचस्य एव द्वे। सो जाग् इति यः द्वितीयस्वरपर्यन्तं यत् भागं तत् तदेव अस्ति प्रथम एकाच अवयवः। सो अत्र प्रथम एकाच अवयवः प्रथमे स्थापनीयं, जाग् योग जागृ भवति. अहं भिन्नसूत्रेण घकारः अपगच्छति, अनन्तरं तत्र जाजाग्र भवति चेत् भिन्नसूत्रेण दीर्घस्वरस्य अपि तत्र ह्रस्वं भवति, जजाग्र इति तत्र तिष्ठति अनन्तरं. सो जजाग्र इति अस्य कृते अभ्यस्तसंज्ञा, परन्तु जकारस्य कृते अभ्यास् इति संज्ञा इति सूत्रं वदति. पूर्वभागस्य यदा तत्र द्वे भवति यः पूर्वभागः तस्य अभ्यस्ति संज्ञा, सम्पूर्णशब्दसमूहस्य अभ्यस्ति इति संज्ञा. वदतु. भिन्नसूत्रमस्ति षष्ठमध्याये न सि अत्र भगिनी, न केवलम् आकारः अपगच्छति न, दीर्घस्वरस्य ह्रस्व, अत्र गकारः अपि अपगच्छति. गकारः अपि अपगच्छति दीर्घस्वरस्य ह्रस्वं भवति. तत्र पठ अस्ति न, भिन्नसूत्रमस्ति भगिनि, तत्र अभ्यासविषये भिन्नसूत्राणि तत्र कार्यं करोति. यथा तत्र पठ् पठ् भवति अन्ततो किं भगिनि, हलादि इति शेषः इति सूत्रेण गकारः यः आदिम हलवर्णः अस्ति, हल आदिशेषः अभ्यासे अभ्यासभागे आदिम हलवर्णः एव शिष्यते, अन्येषां हलवर्णानां तत्र लोपः भवति. सो अस्मिन् अभ्यासे अत्र हलद्वयं जकारः घकारः. सो हलादिशेषः इति सूत्रं केवलम् अभ्यासभागे एव कार्यं करोति, अभ्यासविषये एव कार्यं करोति. तत्र अभ्यासे इति अनुवृत्तिः अस्ति हलादिशेषः. सो आदिमहल्वर्णः एव शिष्यते, अन्येषां हल्वर्णानां तत्र लोपः भवति. सो घकारः अनेन सूत्रेण हलादिशेषः इति सूत्रेण अपगच्छति. अनन्तरम् अभ्यासे एकम् अन्यत् कार्यमस्ति, अभ्यासे ह्रस्वं, ह्रस्वम् इत्युक्ते दीर्घस्वरः अभ्यासे अस्ति चेत् तस्य ह्रस्व आदेशः भवति. सो अत्र दीर्घस्वरः अस्ति, सो जजाग्र तदस्माकं विषयः नास्ति भगिनि, अग्रे पठामः कथं तत्र हलादिशेषः अपि च. वदतु महोदय. महोदय हलादिशेष तु वदति किं प्रथम आदिहल् शेष अवशिष्यते, अन्य हल हल लोपः भवति. तत्र जाग्रे अभवत् मध्ये द्वितीयम् अभवत्, तत् परं प्रथमं तु ज अस्ति, आकार किं कारणे अवगतम्? भिन्नसूत्रेण उक्तं न महोदय, भिन्नसूत्रमस्ति आकारस्य कृते, भिन्नसूत्रं गकारस्य कृते, भिन्नसूत्रम् आकारस्य कृते ह्रस्वम् इति सूत्रमस्ति. तत् अस्माकं विषयः तत् नास्ति कथमत्र ज तिष्ठति, अस्माकं विषयः अस्ति द्वित्वप्रकरणम्. एतानि सूत्राणि षष्ठमध्याये कुत्रचित् सन्ति, नो चेत् सप्तमध्याये यत्र अङ्गकार्यं भवति तत्र एव अभ्यासरूपी अङ्गस्य तत्र एतानि कार्याणि अस्ति सन्ति. अपगच्छति अकारस्य प्रथम आदिहल् अवशिष्यते, अन्य लोपः भवति, तदेव अस्ति आकारस्य कृते भिन्नसूत्रं. महोदय मया उक्तम् आकारस्य कृते भिन्नसूत्रम् अन्य. अस्तु इदानीम् अग्रे पठामः. सर्वैः अवगतं वा? महोदय अत्र पूर्वः अभ्यासः द्वयोः तस्य अर्थः किम्? द्वयोः यः पूर्वः यत्र यत्र द्वे भवति तत्र एव अभ्याससंज्ञा, यत्र द्वे भवति तत्र एव अभ्याससंज्ञा भवति. यत्र यदा द्वे भवति द्वयोः यः पूर्वः, द्वयोः यः पूर्वः तस्य अभ्यासित संज्ञा यत्र द्वित्वं भवति तत्रैव अभ्याससंज्ञा भवति यत्र द्वित्वं न भवति तत्र वयम् अभ्यास नो चेत् अभ्यस्थितसंज्ञा कथं कर्तुं शक्यते न कर्तुं शक्यते यत्र द्वित्वं तत्रैव अभ्यास अपि च अभ्यस्तसंज्ञा धन्यवादः अवगतं वा भगिनि सो अस्मिन् प्रकरणे षष्ठं सूत्रमस्ति जक्षतादयः षट् कः पठति मञ्जरी भगिनी पठति वा भगिनि पठामि परन्तु किञ्चित् अन्तर्जालक्षितादयः षट् षष्ठे अध्याये प्रथमपादे षष्ठसूत्रं जक्षिदादयः षट् अभ्यस्तम् अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति जक्ष जागृक् दरिद्रा चकार शास् दिदीयन् वेविङ् च तेषां द्वित्वाभावेऽपि अभ्यस्तसंज्ञा अत्र जक्षिदादयः सप्तधातवः सन्ति तत्र तेषु द्वित्वस्य अभावे अपि अभ्यस्त इति संज्ञा अस्ति किञ्चित् अन्तर्जालं तत्र अभ्यस्त इति संज्ञा श्रूयते परन्तु नाम इत्युक्ते एतेषु सप्तसु धातुषु अभ्यस्य श्रूयते महोदय श्रूयते भवति अत्र किं लिखितं तेषां द्वित्व अभावे द्वित्व अभावे अपि अभ्यस्त इति संज्ञा अपि अभ्यस्तु संज्ञा तस्य कः अर्थः तत्र अभ्यस्तसंज्ञा कदा भवति यत्र अत्र पूर्वः अभ्यासः द्वयोः इति सूत्रेण यत्र द्वित्वं तत्र एव अभ्यासः इति संज्ञा परन्तु अत्र जक्षिदादयः षट् एतेषु सप्तसु धातुषु द्वित्वं नास्ति चेत् अपि अभ्यस्त इति संज्ञा भवति इति अर्थः अस्ति इत्युक्ते एतत् सूत्रम् इत्युक्ते अतिदेशः करोति यद्यपि जक्ष जागृदरिद्रा एतेषां धातूनां यद्यपि तत्र द्वित्वम् अस्ति तथापि तेषस्तसंज्ञा अस्ति द्वित्व अभावे अपि तेषाम् अभ्यस्तसंज्ञा अस्ति इत्युक्ते अभ्यस्तनिमित्तीकृत्य यत् कार्यं भवति ते सर्वाणि कार्याणि एतेषां सप्तधातूनां विषये अपि भवन्ति तानि कार्याणि सो अभ्याससंज्ञा नास्ति अभ्यस्तसंज्ञा सो एतेषां सप्तधातूनाम् अनेन विशिष्टसूत्रेण अतिदेशसूत्रेण तेषाम् उपरि इत्युक्ते अभ्यस्त अपि च अभ्याससंज्ञा तदा एव भवति यदा धातुद्वित्वं भवति तदा एव एतादृशसंज्ञा भवितुं शक्नोति परन्तु अत्र वदति द्वित्वाभावे अपि तेषाम् अभ्यस्तसंज्ञा तिष्ठति अनेन सूत्रेण अतः विशिष्टसूत्रमस्ति सो जक्षिदादयः षट् इति सूत्रेण अभ्यस्तसंज्ञा अध्यारोपिते अनेन सूत्रेण केषां विषये एतेषां सप्तधातूनां विषये सो जक्ष जागृ दरिद्र चकाश छास दीदिङ् वेविङ् एतेषां धातूनां तत्र यदा तत् द्वित्वं न भवति चेदपि तत्र अभ्यस्तसंज्ञा अस्ति सो यत् अभ्यस्तनिमित्तीकृत्य यानि कार्याणि तेषाम् एतस्य एतेषां धातूनां विषये अपि भवितुं शक्नोति इति सूत्रं वदति सो अत्र अभ्यस्तसंज्ञा अध्यारोपिति अध्यारोपि एकनिमिषः एकवारं समापनं करोमि तदा वदतु महोदय. सो अभ्यस्तसंज्ञा केवलं यदा तत्र दातु यदा कदा दातु दत्वा भवति तदा सर्वदा तत्र अभ्यास पूर्वभागस्य अभ्यास द्वयोः अभ्यस्ति इति संज्ञा अस्ति एव तत् तिष्ठति एव यत्र दित्वं भवति. परन्तु अत्र वदति दित्वाभावे अपि अभ्यस्तसंज्ञा. सो एतत् चकास् इति अभ्यस्तसंज्ञक धातुः, दरिद्रा इति अभ्यस्तसंज्ञा अस्ति. यद्यपि अत्र दित्वं न भवति तथापि अत्र अभ्यस्तसंज्ञा अस्ति इति तावदेव सूत्रं वदति. एतेषां सप्तधातूनां तत्र अभ्यस्ति इति संज्ञा तावदति. वदतु महोदय, किमस्ति प्रश्नः अस्ति वा महोदय? प्रश्नः अस्ति, जक्षति आदृत्य षट् लिखितमस्ति, षट् अर्थं किम् अत्र? षट् धातु तु नास्ति, षट् इति धातु नास्ति, जक्ष प्लस् षट् धातवः, जक्ष प्लस् सिक्स् इन्क्लूडिङ्ग् सत्, षट् इत्युक्ते जक्ष प्लस् षट् धातुः. सो जक्षाभ्य धातुपाठे जक्ष आरभ्य अनन्तरं क्रमेण षट् धातूनां अनन्तरं ये षट् धातवः धातुपाठे क्रमेण सन्ति क्रमेण इत्युक्ते जक्षित् आदयः जक्ष आदिः येषां जक्ष आरभ्य अनन्तरं षट् धातुपर्यन्तम् अन्यषट् धातवः तेषाम् अनेन सूत्रेण अभ्यस्ति इति संज्ञा. जक्ष प्लस् वन् टु त्री फोर् फैव् सिक्स् अन्य सिक्स् धातवः प्लस् जक्ष सप्त धातवः. किं महोदय? एक्सेप्शन्स् इन् एडिशन् टु जक्ष इस् एप्लिकेबल्. सो जक्ष प्लस् षट् धातवः तेषाम् अनेन सूत्रेण अभ्यस्ति इति संज्ञा अस्ति, यद्यपि तत्र द्वित्वं न भवति तथापि, इत्युक्ते द्वित्वम् अस्ति चेत् तु भवति एव. द्वित्वं यत्र यत्र द्वित्वं भवति तत्र अभ्यास अपि च अभ्यस्तसंज्ञा अस्ति. परन्तु एतेष् सप्तधातूनां द्वित्वाभावे अपि अभ्यस्तसंज्ञा भवितुं शक्नोति इति सूत्रं वदति. भवति भवति एव अनेन सूत्रेण. So can we call it as exceptions? It's applicable to all this exceptions. This is also applicable to these six in addition to exception regarding what? Exception asti sapta dhatuvah exceptional dhatu parantu kasi vishaya exceptional asti vishaya kaha atra ditva vishaya इत्युक्ते तेषाम् अभ्यस्तसंज्ञा अस्ति तावदेव अस्ति. तेषां यद्यपि तत्र द्वित्वं न भवति तथापि तेषाम् अभ्यस्तसंज्ञा तिष्ठति अनेन सूत्रेण. अनेन सूत्रेण तेषाम् अभ्यस्ति इति संज्ञा तदेव अस्ति विशेषः, अन्यत् किमपि विशेषः नास्ति. अभ्यस्तविषये एव एतेषां सप्तधातूनां. अग्रे सप्तम एतेषाम् अत्र वयम् इत्युक्ते अत्र यदि यद्यपि अत्र द्वित्वस्य तत्र ज्ञानः भवति तथापि अस्माकं विषयः कः, कथं तत्र प्रकरणे सूत्राणां क्रमेण पठामः चेत् तत्र कथं तत्र अनुवृत्तिः सरला भवति, अपि च सूत्रस्य अध्ययनं कथं तत्र सम्पूर्णरीत्या भवति इत्येव अस्माकं मुख्यलक्ष्यः. इत्युक्ते क्रमेण सूत्राणां प्रकरणे क्रमेण सूत्राणाम् अध्ययनं कुर्मः चेदेव वयं तत्र सूत्रस्य सम्पूर्ण अर्थः कः इति वयम् अवगन्तुं शक्यते. उभे अभ्यस्तम् इति साक्षात् अनन्तरम् एव दत्तं जक्षितादयः षट्. सो पूर्वसूत्रात् केवलम् अभ्यस्ति इति भागस्य अनुवृत्तिः अस्ति, अतः जक्षितादयः षट् ये धातवः सन्ति तेषाम् अभ्यस्तसंज्ञा अनेन सूत्रेण अध्यारोपिते इति तत्र व्याख्या भवति. यद्यपि द्वे अत्र द्वे इति किमपि नास्ति, द्वे अस्ति चेदेव अभ्यस्तसंज्ञा, किमपि नास्ति. सो अत्र अभ्यस्तम् इति यः अस्ति अभ्यस्त् इति पदस्य अनुवृत्तिः किं किं पुनः वदतु सत्यं यद्यपि तत्र द्वित्वं न भवति चेदपि तेषु अभ्यस्तसंज्ञा तिष्ठति द्वित्वं भवति चेत् तत्र तु सामान्या अस्ति अभ्यस्त अपि च अभ्याससंज्ञा तत्र तु भवति एव सर्वत्र भवति परन्तु एतेषां सप्तधातूनां द्वित्वम् अभावे अपि अभ्यस्तसंज्ञा द्वित्वं न भवति चेदपि अभ्यस्तसंज्ञा तिष्ठति एतत् नामकरणम् अस्ति एतेषां सप्तधातूनाम् इत्युक्ते अत्र सप्तधातुः अस्ति अत्र सप्तधातुः दादिगणे अस्ति दरिद्रा दादिगणे अन्यत्र अपि अस्ति किं दरिद्रा धातु ऐ डोण्ट् नो महोदय जक्षतादेयः षट् जक्षतादेयः षट् अत्र दृश्यतु स्क्रीन् दृश्यते वा दृश्यते अत्र दृश्यतु जक्षितादयः षट् इति सूत्रमस्ति सो जक्षितादिगणस्य धातूनाम् अभ्यस्तसंज्ञा भवति सो जक्षितादयः इति अदादिगणस्य कश्चन अन्तर्गणः अस्ति तस्मिन् अदादिगणे यः द्वितीयगणः तस्मिन् एते सप्तधातवः सन्ति वयं तु जानीमः अदादिगणे तु द्वित्वं न भवति ज्योत्यादिगणे द्वित्वं भवति परन्तु तथापि तेषाम् अभ्यस्तसंज्ञा तिष्ठति अनेन सूत्रेण अस्मिन् गणे सप्तधातवः सन्ति सो जक्षितादि यः गणः अस्ति तत्र सप्तधातवः सन्ति जक्ष जाग्र दरिद्रा चकाश शास दीदिङ् वेविङ् तदेव करपत्रे अपि लिखितम् एतेषां सर्वेषाम् अभ्यस्तसंज्ञा भवति सो सप्तधातूनां संज्ञा भवति एतेषां गणनम् एकया कारिकया अपि क्रियते तत्र पश्यतु इदानीम् अत्र दृश्यतु दरिद्रयोग लोट् लकारः लोट् लकारः द्वित्वस्य निमित्तं नास्ति लिट् लकारे द्वित्वं भवति लोट् लकारे द्वित्वं न भवति सो दरिद्रा इति धातुः स्वीकुर्मः धातुपाठतः तत्र एतत् लौकिकरूपमेव अस्ति दरिद्रा किमपि अनुबन्धवर्णः अत्र नास्ति सो दरिद्रा इति योग लोट् अस्माकम् अस्ति लोट् लकारस्य सो लोट् लकारस्य बहुवचनस्य विवक्षा अस्ति चेत् तिप्तश् झी इति प्रत्ययः लोट् लकारस्य प्रथमपुरुष बहुवचनस्य विवक्षा सो झी इति प्रत्ययः लोट् लकारः सार्वधातुकलकारः झी इति कर्तर्थक् सार्वधातुकप्रत्ययः अस्ति अतः कर्तरि शप् इत्यनेन अत्र शप् प्रत्ययः आयाति सो दरिद्रायोग शप् योग झी अस्ति इदानीं तत्र आदिप्रभृतिभ्यः शप् लुक् इति सूत्रेण शप् प्रत्ययः भवति इत्युक्ते आदिगणे धातु अस्ति दरिद्रा इति अदादिगणे अस्ति शप् प्रत्ययस्य सम्पूर्णतया लुक् भवति सो इदानीं पुनः तत्र शप् अपगच्छति दरिद्रायोग जी अस्ति इदानीं तत्र सो अति इति केन सूत्रेण सो जक्षितादयः षट् इति सूत्रेण अत्र दरिद्रा इति विषये यद्यपि अत्र द्वित्वं नास्ति अत्र केनापि सूत्रेण द्वित्वं न भवति तथापि यः अङ्गम् अस्ति दरिद्रारूपी अङ्गं तस्य भागस्य अभ्यस्ति इति संज्ञा अस्ति अनेन सूत्रेण जक्षितादयः षट् इति सूत्रेण अभ्यस्तसंज्ञा अस्ति इदानीं किमर्थम् अभ्यस्ति इति संज्ञा अस्ति इदानीं तत्र सूत्रम् अस्ति अत् अभ्यस्तात् इति सूत्रमस्ति अभ्यस्तात् इति पञ्चमी अन्तम् अस्ति अभ्यस्तात् अङ्ग अर्थात् अङ्ग तादृश अङ्गं यस्य अभ्यस्त इति संज्ञा तादृश अङ्गस्य अनन्तरं सो दरिद्रा इति यद्यपि अत्र द्वित्वं नास्ति तथापि अनेन विशिष्टसूत्रेण अस्य अभ्यस्तसंज्ञा अस्ति सूत्रम् अस्ति अत् अभ्यस्तात् इत्युक्ते झकाररूपी अवयवस्य तत्र प्रत्ययस्य झकाररूपी अवयवस्य तत्र अत् आदेशः भवति तथैव तिष्ठति अस्ति, केवलम् अवयवस्य, अवयवस्य इत्युक्ते भागस्य, प्रत्ययस्य झकाररूपी अवयवस्य अभ्यस्तात् अङ्गात् अनन्तरं झकाररूपी अवयवः अस्ति चेत् तस्य अत् इति आदेशः इति सूत्रं वदति. अत्र अङ्गमस्ति, दरिद्राङ्गम् अस्ति, यस्मात् प्रत्ययः विधिः तदादि प्रत्यये अङ्गम्, अङ्गसंज्ञा तु अस्ति परन्तु दरिद्र इत्यस्य कृते अभ्यस्तसंज्ञा अपि अस्ति. सो अभ्यस्तात् अनन्तरं झकारः अस्ति, प्रत्ययस्य झकारः अस्ति चेत् तस्य अत् इति आदेशः. सो इट् बिकम्स् अति, अत् योग इ ह्रस्वीकारः, प्रत्ययस्य ह्रस्वीकारः. सो अति भवति, तदेव अस्ति प्रयत्न. किं भगिनि? न न, सर्वत्र जोऽन्तः इति सूत्रं, जोऽन्तः इति सूत्रं सर्वत्र न कार्यति, कार्यं करोति. इत्युक्ते जोऽन्तः इति सूत्रस्य ते एतत् सूत्रम् अपवादः अस्ति, अत् अभ्यस्तात्. यदि अभ्यस्तात् अङ्गमस्ति चेत् तदेव लिखितं न भगिनि, जोऽन्तः इति सूत्रं साम न करणीयं, सामान्यसूत्रमस्ति. जोऽन्तः इति सूत्रं सामान्यसूत्रं, जकाररूपी अवयवस्य तत्र अन्त आदेशः भवति इति सूत्रम्. इदानीं जोऽन्तः इति सूत्रस्य कृते अपवादसूत्रम् अस्ति. यदि अभ्यस्तरूपी अङ्गमस्ति तस्मात् अनन्तरं तु जोऽन्तः इति सूत्रं कार्यं न कर्तुं शक्यते. सो आम्, यदा तत्र द्वित्वं भवति तत्रापि इसि, यदा तत्र द्वित्वं भवति, सपोज् कस्यचित् धातुः द्वित्वं भवति चेत् तत्र पुनः तत्र झि इति अवयवः, झि इति प्रत्ययः योजयामः चेत् तत्र जोऽन्तः सूत्रं कार्यं न कर्तुं शक्यते. तत्र तु अङ्गस्य अभ्यस्ति इति संज्ञा अस्ति. सो प्रायशः तत्र एतत् सूत्रमेव कार्यं करोति, अत् अभ्यस्तात्. सो अत् अभ्यस्तात् इत्यनेन अभ्यस्तात् अङ्गात् परे जोऽन्तः इति सूत्रस्य कार्यक्षेत्रं नास्ति, जकारस्य अत् आदेशः भवति. सो अति इति भवति, अनन्तरम् एतत् अतु भवति. सो दरिद्रतु इति भवति अन्ततो गत्वा, इत्युक्ते लोट् लकारे ह्रस्वीकारस्य एरुः इति सूत्रेण उ आदेशः भवति, इकारस्य उ आदेशः भवति. सो अत्र तु ताम् अन्तु इति श्रूयते न, तत्र लोट् लकारे तु ताम् अन्तु. सो तत्र उ इति भागः श्रूयते, अतः यत्र अभ्यस्त अङ्गम् अस्ति तस्य परे जकाररूपी अवयवस्य अन्तादेशः न भवति किन्तु अत् आदेशः भवति इति तत्र अभ्यासस्य अभ्यस्तसंज्ञायाः प्रयोजनम् अस्ति. सो यद्यपि दरिद्रादित्वं न भवति परन्तु जक्षितादेयः षट् सूत्रेण तस्य अभ्यस्तसंज्ञा. सो अभ्यस्तसंज्ञानिमित्तीकृत्य यत् कार्यं तत् अत्र अपि भवति इति तत्र सारांशः. सर्वैः अवगतं वा? आं महोदय. इदानीं तत्र तुजादीनां दीर्घ अभ्यासः, एतत् सूत्रम्, एतस्य सूत्रस्य तु केवलं वेगे वेदे एव तत्र प्रयोगः भवति परन्तु प्रकरणे अस्ति, अतः पठामः. कः अग्रे पठति? कृपया स्वयम् अग्रे आगच्छतु. उषा भगिनी पठितुम् इच्छति वा भगिनि? तुजादीनां दीर्घाभ्यासः. अन्नपूर्ण भगिनी पठतु भगिनि. तुजादीनां दीर्घोऽभ्यासस्य षष्ठमाध्याये प्रथमपादे सप्तमसूत्रं स्वयं सम्पूर्णमस्ति. तुजिव धातूनाम् अभ्यासस्य अभ्यासस्य स्वरः दीर्घः वेदे एव, तत् सूत्रं वेदे एव भविष्यति. तुज् अधिकं कान् च दिक्लकारे कानज्वा तृतीयाध्याये द्वितीयपादे षट्तम इत्यनेन वेदे लिखा स्थाने आनच् विकल्पेन जानः ऋग्वेदे एव भवति. ऐ डिण्ट् अण्डर्स्टाण्ड् तु जान इति तत्र रूपमस्ति. अत्र तुज् धातु विषये तु जाने तुज् धातु तु भवति इत्युक्ते अत्र लिट् लकारः अपि द्वित्वस्य कारणमस्ति. सो लिट् लकारे किम् एकनिमिषः भगिनि. ऐ डोण्ट् नो, ऐ हेव् सम् नेट्वर्क् प्राब्लम् टुडे. जस्ट् वन् सेकेण्ड् भगिनि, ऐ विल् शिफ्ट् नौ. इदानीं तु 8:25 अस्ति. Forget it. So, tu jiza dhatu. Tu jiza dhatu. Vayam jani maha. Lit lakare sarvada dhatu ditvam bhavati. Uvacha. Jagama. So, lit lakare rupani yada tatra shruyate. Lit lakare sarvada tatra dhatu ho ditvam bhavati. Agre tatshutam ayati. Asmin prakrani evadattam. लिट् धातोर् अनभ्यासस्य. सो तुजित् धातुः लिट् लकारस्य विवक्षायां वयं जानीमः लिटि धातोर् अनभ्यासस्य इति सूत्रेण धातुः द्वित्वं भवति. अत्र द्वित्वं करोतु भगिनि, कीदृशधातुः अस्ति तुज् धातुः? सत्यं इत्युक्ते अत्र एका च द्वे प्रथमस्य इत्यनेन एव द्वित्वम्. एका च द्वे इति सूत्रेण अत्र द्वित्वं भवति. एका च धातु अस्ति, अपि च हलादि अस्ति. अनन्तरम् अत्र किं भवति, जकारः अपगच्छति. स्वरः तु ह्रस्व एव, अतः किमपि अन्यत् कार्यं नास्ति. सो आम् तुज् भवति. सो तुज् इति भवति तुज्. इदानीं किं वदति अत्र, पश्यतु भगिनि किं वदति सूत्रं. तुजादीनां दीर्घो अभ्यासस्य, न न, अत्र पश्यतु, अत्र अभ्यासस्य इति पदमस्ति. कस्य दीर्घः, कस्य दीर्घः, कस्य दीर्घः? अभ्यासस्य भागस्य एव दीर्घः. कस्य अभ्यास इति संज्ञा तु तुज् इति अभ्याससंज्ञा कस्य? आम्, एतत् प्रथम पूर्वभागस्य अभ्यास इति संज्ञा. द्वयोः मिलित्वा अभ्यस्ति इति संज्ञा. सूत्रं वदति तुजादीनां तुज् इव धातवः सन्ति. अत्र सूत्रे किं लिखितम्? अभ्यासस्य दीर्घः. सो अभ्यासभागे यः ह्रस्वस्वरः तस्य दीर्घः. सो इट् बिकम् इट् बिकम्स् तू तुज् इति अभ्यासस्य प्रयोजनम्. अभ्यासस्य दीर्घः वदति, न तु अभ्यस्तस्य दीर्घः. वदति केवल अभ्यासभागे यः ह्रस्वस्वरः तस्यैव दीर्घ आदेशः. सो तुज् भवति. तुज् भवति चेत् अनन्तरं तत्र लिट् स्थाने कानच् आदेशः वेदे भवति. वेदे लिट् स्थाने कानच् इति प्रत्ययस्य आदेशः, लिटः कानच, कानज्वाः इति सूत्रेण लिट् स्थाने कानज् प्रत्ययः, अनन्तरं किमपि कार्यमस्ति. सो तुजादीनाम् अभ्यासभागस्य दीर्घ आदेशः भवति इति तुज् भवति. सूत्रस्य प्रयोगः लोके न भवति, केवलं वेदे एव. वेदे तादृशपदानि सन्ति तुजानः इति ऋग्वेदे अत्र लिखितं. सो ऋग्वेदे एतस्य एतत् तादृशपदमस्ति, अतः महर्षिणा एतत् सूत्रमपि अत्र योजितं. तुजादीनां दीर्घः अभ्यासस्य, अभ्यासभागस्य दीर्घ आदेशः भवति इति सूत्रं वदति. अतः अत्र अभ्यासस्य एव दीर्घः. सो वेदे एव एतस्य सूत्रस्य कार्यक्षेत्रमस्ति. सर्वैः अवगतं वा? we will not read about this again. So whatever you want to clarify about the ditvam, so atre eva tatra karaniyam. Kasya abhyas sangya, kasya abhyastit sangya, kasya dhatuhu kena sutrena ditvam karaniyam, prathama sutrena ditvam karaniyam va, aditya sutrena ditvam karaniyam va. यदा तत्र द्वित्वसूत्रेण द्वित्वम् अजादेर् द्वितीयस्य इति सूत्रेण द्वित्वं करणीयं, तत्र द्वित्वभागे यः द्वितीये एकाच अव्यये संयोगः अस्ति चेत् संयोगस्य प्रथमसदस्यः प्रथम मेम्बर् तत्र नकारः नो चेत् दकारः नो चेत् रेफः अस्ति चेत् तस्य द्वित्वस्य कृते निषेधः अस्ति ननद्रासंयोगादयः. सो यत्र द्वितीयसूत्रेण द्वित्वं भवति तत्र एव एतत् सूत्रस्य कार्यक्षेत्रम् अस्ति. तत्र द्वितीयभागस्य संयोगे आदौ नकारः दरः रेफा अस्ति चेत् तस्य द्वित्वं न भवति, तस्य वर्णस्य द्वित्वं न भवति, नकारस्य द्वित्वं न भवति, दकारस्य द्वित्वं न भवति, रेफस्य द्वित्वं न भवति. अनन्तरं यत्र यत्र द्वित्वं भवति तत्र पूर्वभागस्य अभ्यासितसंज्ञा, द्वयोः मिलित्वा उभे भागस्य तत्र अभ्यस्तितसंज्ञा. अनन्तरं ये जक्ष जाग्रयेते सप्तधातवः सन्ति तेषां द्वित्वाभावे अपि अभ्यस्तसंज्ञा अस्ति. सो यदा अस्माकम् अङ्गम् अभ्यस्तरूपी अङ्गमस्ति इदानीं तत्र सर्वदा स्मर्तव्यं जोन्तः इति सामान्यसूत्रं वयं जानीमः. तत्र पठन्ति लिखन्ति इति तत्र भवति, वदन्ति लोट्लकारे तत्र भवति. सो जोन्तः इति सूत्रं सामान्यसूत्रं वदति जकाररूपी अवयवस्य अन्तादेशः अस्माभिः करणीयम्. इदानीं तस्य कृते एकम् अपवाद सूत्रम् अस्माभिः दृष्टम् अत् अभ्यस्तात्. सो यदि अङ्गम् अभ्यस्तरूपी अङ्गमस्ति, अभ्यस्त इदानीं तत्र संज्ञा अस्ति, सो उभयं यत्र यत्र भवति तत्र अभ्यस्त नो चेत् अभ्यास इति संज्ञा अस्ति. अङ्गस्य कृते अभ्याससंज्ञा अपि अस्ति, अभ्यस्तसंज्ञमस्ति. सो अभ्यस्तात् अनन्तरं झकाररूपी अवयवस्य अत आदेशः न तु अन्त आदेशः इति इदानीं स्मर्तव्यम्. सो यत्र यत्र यस्य यस्य कृते अभ्यस्ति इति संज्ञा द्वित्वविषये तु सर्वत्र अस्ति. यत्र यत्र द्वित्वं भवति धातुः तत्र अभ्यस्तसंज्ञा अस्ति एव. यदा तत्र जी इति बहुवचन प्रत्ययः योजयामः तत्र जकारस्य अवयवस्य जकारस्य भागस्य अत आदेशः न तु अन्त आदेशः इति तत्र स्मर्तव्यम्. अतः एतस्य सूत्रस्य प्राप्ति तत्र दृश्यते. किमर्थं महर्षिणा जक्षदादेः षट् एतेषां सप्तधातूनां कृते अभ्यस्तसंज्ञा दत्तं, किमर्थं चेत् तत्र तादृशरूपम् अस्ति. तत्र धरे ध्रन्ति इति न दृश्यते, धरे अति इति यः जी प्रत्ययस्य आदेशः अत् इति आदेशः न तु अन्ति इति भवति. अनन्तरं तत्र तुज् तु अस्माकं विषयः नास्ति, तुज् धातुः दीर्घ अभ्यासभागस्य दीर्घ आदेशः भवति. यत्र तत्र दीर्घ आदेशः भवति एतादृशः प्रयोगः वेदे एव दृश्यते. अतः तत्र तु जान इति अस्ति, तु जान इति भवति. अनन्तरं विधिसूत्राणि किमर्थं धातुः द्वित्वं करणीयं, तस्य कृते इदानीं तत्र लिटि धातुरनभ्यासस्य कदा धातुद्वित्वं भवति इदानीं दृष्टवन्तः, यदा धातुद्वित्वं कथं करणीयम्, अपि च तत्र द्वित्वम् अनन्तरं विशिष्टसंज्ञा किम् अस्ति. इदानीं तत्र वदति धातुः कदा द्वित्वं भवति, केन कारणेन धातुद्वित्वं भवति, तस्य कृते लिटि धातोरनभ्यासस्य संयङ्गोः श्लौ अपि च चङ्गि एतानि चत्वारि सूत्राणि तत्र सूत्रैः तत्र किं भवति धातु द्वित्वं भवति इति तत्र अग्रे पठामः. किं कोऽपि प्रश्नः अस्ति वा एतावता यत् पठितं? वदतु. दादातु ददति अस्ति तत्र अपि ह्रस्वं भवति केन सूत्रेण? लौ धातुः ज्योत्यादिगणे अस्ति. आम् धातुः डुदाणि धातुः ज्योत्यादिगणे अस्ति. ज्योत्यादिगणे अस्ति चेत् तत्र ज्योत्यादिगणे शप् श्लू भवति. श्लू भवति यत्र शप् श्लू तत्र द्वितीयं भवति न दा दा तत्परे ददा ददाति तदेव वदामि. सो तत्र यदा तत्र धातु धातुः ज्योत्यादिगणे अस्ति तत्र किं भवति दा योगति दा योग कर्तरि शप् इत्यनेन शप् प्रत्ययः अनन्तरं ज्योत्यादिभ्यः शप् श्लू इति सूत्रेण शप् प्रत्ययस्य श्लू इत्यनेन लोपः भवति. सो शप् प्रत्ययः अपगच्छति यथा तत्र प्रवृत्तिभ्यः शप् लुक् तथैव ज्योत्यादिगणे ज्योत्यादिभ्यः शप् श्लु इत्यनेन तत्र श्लु इति लोपसंज्ञा अस्ति. श्लु इति लोपसंज्ञा अस्ति. सो शप् प्रत्ययस्य श्लु भवति. श्लु इत्युक्ते लोपः भवति. विशिष्टलोपसंज्ञा अस्ति. यदा तत्र श्लु भवति श्लु इति उकारान्त पदमस्ति. श्लु श्लु इति ह्रस्व उ अस्ति. गुरु इव अस्ति. सप्तमी किम् अस्ति तत्र सप्तमी अस्ति श्लौ गुरौ श्लौ अस्ति. सो श्लौ इत्युक्ते अत्र यः दशमसूत्रमस्ति श्लौ यत्र प्रत्ययस्य श्लु इत्यनेन लोपः भवति तत्र श्लौ अस्ति. तत्र धातुः द्वित्वं भवति. अत्र एव सूत्रं दत्तं. सो तत्र शप् प्रत्ययस्य श्लु भवति. श्लु कारणेन लोपः भवति. अतः तत्र धातु अनेन सूत्रेण श्लौ इति विधिसूत्रेण तत्र धातु द्वित्वं भवति. अतः दादा भवति. सो एतत् सूत्रं तत्र कार्यं करोति. श्लौ इति भिन्नसूत्रमस्ति. श्लौ इति विधिसूत्रम्. अनेन सूत्रेण धातुः द्वित्वं यत्र यत्र श्लु कारणेन लोपः तत्र श्लौ श्लौ परे श्लौ इत्युक्ते सप्तमी अस्ति. सप्तमी अस्ति चेत् पूर्वकार्यम्. सो शप् श्लौ श्लु भवति. श्लौ परे अस्ति अतः तत्र किं धातु द्वित्वं भवति. अतः दादा भवति. एकं दा धातु भुवादिगणे अपि अस्ति महोदय. दाने अर्थे एव अस्ति परन्तु तत्र धातु द्वित्वं न भवति. तत्र दाति इति रूपम् अस्ति. तत्र ददाति इति रूपं नास्ति. सो दा धातुः भुवादिगणे अपि अस्ति परन्तु यः ज्योत्यादिगणे दा धातु डुदायि धातुः तत्र श्लौ कारणेन धातु द्वित्वं भवति. सो सर्वत्र ज्योत्यादिगणे ज्योत्यादिगणे ये धातवः सन्ति तेषां श्लौ इति सूत्रेण द्वित्वम् अवगतं वा महोदय? धन्यवादः. एतत् विधिसूत्रमस्ति. श्लौ सप्तमी अस्ति. श्लौ कारणेन धातु द्वित्वं भवति. सो सर्वत्र ज्योत्यादिगणे अनेन सूत्रेण एव द्वित्वं भवति. एतत् सूत्रस्य प्रयोगः केवलं ज्योत्यादिगणे दृश्यते. ज्योत्यादिगणे एव अनेन सूत्रेण द्वित्वं भवति. कुत्रापि अन्यत्र अनेन एतस्य सूत्रस्य तत्र प्रसङ्गः नास्ति. ज्योत्यादिगणे एव प्रसङ्गः. कोऽपि अन्यप्रश्नः अस्ति वा? कृपया एतत् सर्वं एकवारं पुनः पठतु. मनसि तिष्ठेत् एतत् सर्वम्. अस्तु इदानीम् अत्र स्थगामः. जगदीश महोदय कृपया शान्तिमन्त्रं पठतु महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरि ओम्. श्रीगुरुभ्यो नमः. हरि ओम्. तत्सत्. नमस्कारः. धन्यवादाः. पुनः मिलामः. धन्यवादः. धन्यवादः.